पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 39 युधिष्ठिर उवाच वन्दे विष्णुं विभुं साक्षाल्लोकत्रयसुखावहं विश्वेशं विश्वकर्तारं पुराणं पुरुषोत्तमं पृच्छामि देवदेवेश संशयोऽस्ति महान् मम लोकानां च हितार्थाय पापानां क्षयहेतवे मार्गशीर्षे सिदे पक्षे भवेदेकादशी तु या किं नाम को विधिस्तस्याः को देवस्तत्र पूज्यते एतदाचक्ष्व मे स्वामिन् विस्तरेण यथा तदम् श्रीकृष्ण उवाच साधु पृष्टं त्वया राजन् साधु ते विमलं यशः कथयिष्यामि राजेन्द्र हरिवासरमुत्तमम् उत्पन्ना चासि ते पक्षे द्वादशी मम वल्लभा मार्गशीर्षोत्पत्तिरिति मम देहसमुद्भवा सुरासुरवधार्थाय ह्युत्पन्ना भरदर्षभ कथिता च मया सा वै तवाग्रे राजसत्तम पूर्वाचैकादशी राजं त्रैलोक्ये सचराचरे मार्गशीर्षे सिदे पक्षे उत्पत्तिरिति नामतः अतः परं प्रवक्ष्यामि मार्गशीर्षे सिता तु या यस्याश्रवणमात्रेण वाज पेयफलं लभेद मोक्षा नामेदि सा प्रोक्ता सर्वपापहरा परा देवं दामोदरं राजन् पूजयेच्च प्रयत्नदः तुलस्या मञ्जरीभिश्च धूपैर्दीपैः प्रयत्नदः पूर्वेण विधिना चैव दशम्येकादशी तथा मोक्षा चैकादशी नाम्ना महापादकनाशिनी रात्रौ जागरणं कार्यं नृत्यगीतस्तवैर्मम शृणुराजन् प्रवक्ष्यामि दिव्यां पौराणिकी कथाम् यस्याश्रवणमात्रेण सर्वपापक्षयो भवेत् अधो यो निगदश्चैव पितरो यस्य पापतः अस्याश्च पुण्यदानेन मोक्षं यान्दिन संशयः चम्पके नगरे रम्ये वैष्णवैश्च विभूषिते वैकानसो नाम नृपः पुत्रवत् पालयेत् प्रजाः वसन्ति बहवो विप्रा वेदवेदाङ्गपारगाः ऋद्धिमत्यः प्रजास्तस्य राज्ञो वैकानसस्य हि एवं राज्यं प्रकुर्वाणो रात्रौ स्वप्नस्य मध्यदः स्वकीयपितरो दृष्ट्वा अधो योनिगदा नृप एवं दृष्ट्वा च तान् सर्वान् विस्मयाविष्टमानसः कथयामास वृत्तान्तं स्वप्नजातं द्विजान् प्रति राजोवाच मया स्वपितरो दृष्ट्वा नरकोपगदाद्विजाः त धारयेदि तनूजत्वमस्मान्निरयसागराद एवं ब्रुवाणास्ते नूनं रोदमाना मुहुर्मुहुः मया दृष्टा द्विजश्रेष्ठा यदस्माच्च न मे सुखम् यदद्राज्यं मम महत्सुखदायिन विद्यते अश्वागजास्तथा सर्वे रोचन्ते मेन भो द्विजाः न दारा न सुधा मह्यं रोचन्ते द्विजसत्तमाः किं करोमि क्व गच्छामि हृदयं मे वरुध्यते तद्व्रतं तं तपोयोगं येनैव मम पूर्वजाः मोक्षं प्रयान्ति सद्यो वै कथ्यतां च द्विजोत्तमाः पुत्रे तु जीवितप्राये बलीयसि महात्मनि पितास्ति नरके घोरे तस्य पुत्रस्य किं फलम् ब्राह्मणा ऊचुः पर्वतस्य मुने राजन्निकटे चाश्रमो महान् गम्यदां राजशार्दूलभूतं भव्यं विजानतः तेषां श्रुत्वा तदो वाक्यं राजा वैखानसो महान् जगामचाशु तत्रैव चाश्रमं पर्वतस्य च ब्राह्मणैर्वेष्टितो राजा राजभिश्च समन्वितः आश्रमं विपुलं तस्य सम्प्राप्तो राजसत्तमः तत्र ऋग्वेदयजुर्वेद सामाध्ययनकोविदैः वेष्टितं मुनिभिश्चैव द्वितीयं ब्रह्मणो यथा दृष्ट्वा तं मुनिशार्दूलं राजा वैखानसस्तथा दण्डवत्प्रणतिं कृत्वा पस्पर्श चरणौ मुनेः पप्रच्छ कुशलं तस्य सप्तस्वङ्गेष्वसौ मुनिः राज्ये निष्कण्टकत्वं च राज्ञसौख्यसमन्वितम् राजोवाच तव प्रसादाद्भो स्वामिन् कुशलं मेऽङ्गसप्तसु भक्ता ये विष्णुविप्रेषु कथं तेषां च विघ्नता मया स्वपितरो दृष्टा स्वप्ने च नरके स्थिताः कस्य पुण्यस्य सामर्थ्यान्मोक्षं यान्ति द्विजोत्तम अयं मे संशयस्वामिन् प्रष्टुं तं त्वामुपागदः उपायः कश्चिदेवात्र कर्तव्यो मुनिसत्तम यद्वाक्यं तदश्रुत्वा पर्वतो मुनिसत्तमः ध्यानस्तिमितनेत्रोऽभूत्तपस्वी ब्रह्मसन्निभः मुहूर्तमेकं ध्यानस्थो भूपदिं प्रत्युवाचः ज्ञातं हि तव राजेन्द्र पितॄणां पूर्वचेष्टितं पूर्वजन्मनि तादस्ते क्षत्रियो राज्यगर्वितः सपत्न्या ऋतुकाले तु राजधर्मप्रवर्तितः गतो ग्रामे तुतां त्यक्त्वा कार्यार्थी निजयोषितम् तव पित्रा तु तस्याश्च न दत्तमृदुदानकम् तेन तापप्रभावेन नरके पितृभिः सह पतितो राजशार्दूल तव तादस्सुदारुणे ततः पुनरुवाचेदं राजा वैखानसो मुनिं केन व्रतप्रभावेन मोक्षस्तेषां भवेन्मुने मुनिरुवाच मार्गशीर्षे सिते पक्षे मोक्षा नामेदि नामदः सर्वैश्चेदद्व्रतं कार्यं पित्रे पुण्यं प्रदीयता तेन पुण्यप्रभावेन मोक्षस्तेषां भविष्यति सत्यमेदन्महाभागब्रह्मणो वचनं यथा मुनेर्वाक्यं तदश्रुत्वा स्वगृहं पुनरागतः मार्गशीर्षस्तथा मासप्राप्तः कष्टेन तेन वै मुनेर्वाक्येन तत्कृत्वा व्रतं वैकानसो नृपः अददत्पुण्यमखिलैः सार्धं पित्रे स भूमिपः दत्ते पुण्यक्षणेनैव पुष्पवृष्टिरभूद्दिवि वैकानसस्य तादो वै पितृभिर्मोक्षमाविशद राजानं चान्तरिक्षे स गिरं पुण्यामुवाचः स्वस्ति स्वस्तीति ते पुत्र प्रोच्य चैवं दिवं गतः एवं ह्यकुरुदे राजन्मोक्षामेकादशीं शुभां तस्य पापानि नश्यन्ति मृदो मोक्षमवाप्नुयाद नाथ परतरा काजेत् मोक्षदैकादशी भवेद् पुण्यसङ्ख्यां न जानामि राजन्मे प्रियकृद्व्रतं चिन्तामणिसमाह्येषा नृणां मोक्षप्रदायिनि पठनाश्रवणादस्य वाजपेयफलं लभेद इति श्रीपद्मे महापुराणे पञ्चपञ्चाशत्सहस्र्यां संहितायाम् उत्तरखण्डे उमापदि नारदसंवादे मार्गशीर्षशुक्लमोक्षदा एकादशीनामैकोनचत्वारिंशोऽध्यायः ॐ